नमस्कारः नमस्कारः अस्माकं विषयः अस्ति पञ्चमी विभक्तिः तत्र विभक्तिवल्लरी इति पुस्तकं पञ्चमी विभक्तेः रूपाणि कानि अपि च प्रयोगाः के इत्यस्मिन् विषये अस्माकं गृहपाठः जातः तर्हि गृहपाठः जातः अपि च तस्मिन् क्रमे वाक्यानि रचनीयानि आसन् येषां मध्ये सर्वनामानि अपि स्युः सर्वनामानि तर्हि लक्ष्मीभगिनी कृपया एकं श्रावयतु वयं तेभ्यः चोरेभ्यः भीताः सन्ति वयं तेभ्यः चोरेभ्यः भीताः स्मः इति अस्ति समीचीनं अस्तु अभिनवमहोदय अग्रे मनसि रचयतु चिन्तयतु गायत्री भगिनी वाक्यमस्ति वा पञ्चमी विभक्त्यन्तम् अस्ति महोदय वदतु भारतदेशे पूर्वतनजनाः नद्याः जलम् आनीतवन्तः समीचीनमस्ति बहु समीचीनमस्ति नद्याः जलं तर्हि नद्याः तत्र सर्वनामपदमिति संयोजयतु सर्वनामपदम् सा नदी सा सर्वनामपदं सा नदी तर्हि नद्याः इति भवति चेत् नद्याः सा इति किं भवति सा आकारान्त सर्वनामपदं सा नदी लिङ्गः किन्तु नदी इति प्रथमा विभक्तिः अस्ति खलु नदी नद्या प्रथमा विभक्ति नद्याः पञ्चमीविभक्ति षष्ठीविभक्ति किन्तु अत्र अत्र पञ्चमीविभक्ति तर्हि सा किं भविष्यति सा नदी किन्तु नद्याः अस्ति चेत् सा किं भवति सा तस्याः समीचीनं पुनः वाक्यं वदतु सा उपयुज्य तस्याः अहं प्राचीनकाले भारते किम् उक्तवती प्राचीन भारतदेशे पूर्वतनजनाः नद्याः जलम् आनीतवन्तः भारतदेशे पूर्वतनजनाः तस्याः नद्याः जलम् आनीतवन्तः समीचीनम् अत्र केवलं सर्वनाम्नः अभ्यासः अस्ति वस्तुतः सामान्यस्थितिः इति वर्णयितुं भवती उक्तवती नद्याः जलम् आनीतवन्तः इति समीचीनमस्ति तस्याः नद्याः इति तत्र इति वदामः चेत् तत्र अर्थः भिन्नः भवति खलु अर्थः भिन्नः भवति न वा तस्याः नद्याः इति वदामः चेत् तत्र कथम् अर्थः भिद्यते कथं भिद्यते तस्याः नद्याः नद्याः इति वदामः चेत् तत्र केवलं नद्याः तत्र स्थितिः सामान्या स्थितिः अस्ति किन्तु तस्याः नद्याः विशिष्टा स्थितिः अस्ति विशिष्टा स्थितिः तस्याः नद्याः किन्तु सर्वे जनाः तस्याः नद्याः इति न बह्व्यः नद्याः सन्ति खलु नद्यः सन्ति अतः केवलम् अभ्यासार्थम् अहं वदामि तत्र अर्थः वस्तुतः भवत्याः इष्टः अर्थः भिन्नः किन्तु अभ्यासार्थम् अहं वदामि तथा अवगच्छति वा अथवा रहस्यम् अवगच्छति वा तस्याः नद्याः अपि भवितुमर्हति भगिनी अवगच्छति वा एवं सत्यम् अस्तु सन्ध्या भगिनी किञ्चित् लक्ष्मी भगिनी किञ्चित् प्रतिपादयतु विश्वनाथमहोदय अवगच्छति वा अहं यद् उक्तवान् किञ्चित् किञ्चित् भारतदेशे महिलाः जनाः जनाः पुरुषाः अपि खलु केवलं महिलाः इति न अथवा केवलं महिलाः पुरुषाः अपि नद्याः जलम् आनयन्ति यदि वयं तस्याः नद्याः उक्तुं चेत् एकस्मिन् नद्याः नाम तत्र अर्थः भिन्नः अस्ति खलु वी मैट हैव मेंशनड ए स्पेसिफिक रिवर देयर एंड देन वी आर टॉकिंग अबाउट ब्रिंगिंग वाटर फ्रॉम दैट स्पेसिफिक रिवर नाम सर्वस्याः नद्याः सर्वस्याः नद्याः आनयन्ति स्म न केवलम् अपि सर्वनाम शब्दम् सर्वनामशब्दः अपि सर्वस्याः अपि समीचीनमस्ति सो by saying tasyah that we are specifying one particular river which changes the meaning of the sentence we want to say that people in general were doing like that but if we say tasyah kevalam abhyasartham mam kurmah kadu astu anyat vakyam niharika bagini vadatu vakyam तस्मात् पुस्तकात् ऋते संस्कृतं न पठितुं शक्नोति कः वाक्यं समीचीनं केवलम् एवम् एव कः पठितुं न शक्नोति बालकः अस्तु बालकः अथवा कोऽपि तस्मात् पुस्तकात् ऋते कोऽपि संस्कृतं पठितुं न शक्नोति अस्तु वाक्यं तस्मात् रामात् ऋते अहं कुत्र गच्छामि तस्मात् रामात् रामात् ऋते अहं कुत्र गच्छामि अस्तु समीचीनम् अग्रे गृहात् बहिः अजा चलति गृहात् बहिः अजा चलति अजा चलति अस्तु समीचीनम् अग्रे सन्ध्या भगिनी मम भगिन्याः धनं स्वीकृतवती तस्याः भगिन्याः अत्र अस्ति पुनः मम भगिन्याः धनं स्वीकृतवती मम भगिन्याः स्वीकृतवती अनन्तरं तस्याः भगिन्याः अत्र अस्ति मम भगिन्याः धनं स्वीकृतवती मम भगिन्याः धनं स्वीकृतवती इति उक्तवती वा का स्वीकृतवती मम भगिन्याः धनं का स्वीकृतवती अस्तु अस्तु अहम् इदानीं पुनः वाक्यम् इदानीं वदतु मम भगिन्याः धनम् अहं स्वीकृतवती तस्याः भगिन्याः अत्र अस्ति. अस्तु अस्तु, समीचीनं, वाक्यं समीचीनम् अस्ति. सर्वे सर्वे उक्तवन्तः. अनन्तरम् अन्यत् वाक्यं, रावणः तस्मात् रामात् भीतः आसीत्. समीचीनं, भीतः आसीत्. अनन्तरं निहारिका भगिनी, बालिका गृहात् बहिः क्रीडति. हा, समीचीनम्. इदानीं सर्वनाम वदतु, सर्वनाम. वदतु. बालिका तस्या गृहात् बहिः क्रीडति. हा हा हा, समीचीनम्. अस्तु, गायति भगिनि. कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान्. समीचीनं. सर्वनाम सर्वनाम सर्वनाम अन्यत्र वाक्यं वा? कृष्णेभ्यः कौरवेभ्यः कौरवेभ्यः कौरवेभ्यः सर्वनाम संयोजयतु. कृष्णः कृष्णः सर्वनाम इत्युक्ते सः कः यः सत्यं सत्यं सत्यं संयोजयतु. कौरवेभ्यः इत्यस्य सर्वनाम. अहं पृच्छामि, कृष्णः केभ्यः कौरवेभ्यः पाण्डवान् रक्षितवान्? केभ्यः? कृष्णः तत्र पञ्चमी बहुवचने तस्य इत्यस्य तस्य का विभक्तिः, वचनं किम्? ओ, तस्य एकवचन. एकवचन अपि च विभक्तिः का? पञ्चमी पञ्चमी तस्मात्, किन्तु बहुवचने तेभ्यः. हा, इदानीं पुनः वदतु. कृष्णः तेभ्यः कौरवेभ्यः पाण्डवान् रक्षितवान्. हा, समीचीनम्. अस्तु अग्रे, लक्ष्मी भगिनी वदतु. आम्रफलानि तेभ्यः आम्रवृक्षेभ्यः पतन्ति. हा, समीचीनं. विश्वनाथ महोदय अग्रे. रमेशः एतस्मात् धान्यं स्वीकरोति. पुनः वाक्यं, रमेशः एतस्मात् धान्यं स्वीकरोति. हा, समीचीनं. संध्या भगिनि. ग्रन्थालयात् पुस्तकम् आनयामि. तस्मात् ग्रन्थालयात् भवान् अपि पुस्तकम् आनयति. समीचीनम्. अस्तु, लक्ष्मी भगिनी. तेभ्यः सखीभ्यः ऋते मम पुत्री कुत्रापि न गतवती. अस्तु, निहारिका भगिनी अग्रे. एतेभ्यः वृक्षेभ्यः पत्राणि वर्तन्ते. समीचीनम्. अस्तु अग्रे. तस्मात् गुरोः ज्ञानम् अर्जयामि. हा, वाक्यं समीचीनमस्ति. पृच्छ. वयं ताभ्यः फलानि स्वीकृतवन्तः. ताभ्यः फलानि स्वीकृतवन्तः. ताभ्यः काभ्यः? वयं ताभ्यः फलानि स्वीकृतवन्तः. ताभ्यः काभ्यः? ताभ्यः नाम काभ्यः? ताभ्यः महिलाभ्यः. अवसदेव ताभ्यः इति अस्य लिङ्गं किं स्त्रीलिङ्गं तर्हि वयं ताभ्यः किं महिलाभ्यः वयं ताभ्यः महिलाभ्यः फलानि स्वीकुर्मः अस्तु समीचीनम् अस्तु लक्ष्मीभगिनी सूर्योदयात् पूर्वम् अहं योगासनं करोमि सूर्योदयात् पूर्वम् अहं योगासनं करोमि समीचीनम् अस्तु सन्ध्या भगिनी किम् आपणात् एतानि वस्त्राणि क्रीतवती तस्यात् आपणात् डीसी नगरे अस्ति पुनः वदतु किम् आपणात् एतानि वस्त्राणि क्रीतवती अस्तु इदानीं प्रथमवाक्यं किम् इति शब्दस्य अर्थद्वयं भवति अर्थद्वयम् अत्र कः अर्थः अतः कम् अर्थं भवती इच्छति इत्यस्मिन् मम शङ्का अस्ति यतोहि यः अर्थः इष्टः प्रायः सः अर्थः न उक्तः अत्र किम् इत्यस्य अर्थः वा तस्मिन् वाक्ये यथा भवती उक्तवती तस्य अर्थस्य तस्य शब्दस्य किं शब्दस्य अर्थः वा वाक्यं पुनः वदतु किम् आपणात् एतानि वस्त्राणि क्रीतवती हा एतानि वस्त्राणि क्रीतवती आपणात् एतानि वस्त्राणि क्रीतवती वा इति अर्थः यथा भवती उक्तवती इदानीम् आपणात् एतानि वस्त्राणि क्रीतवती वा इति भवती इच्छति वा न न किमिति समीचीनमस्ति किन्तु तस्य विभक्तिः अस्ति खलु विभक्तिः अत्र लिङ्गमपि विभक्तिः अपि वदतु तदा समीचीनं भवति तदा समीचीनमस्ति इदानीं किम् इति आपणशब्दस्य विशेषणमस्ति आपणशब्दस्य लिङ्गं किम् आपणः पुल्लिङ्गशब्दः इदानीं विभक्तिः का आपणात् न न न कस्मात् इति वाक्यं समीचीनम् इदानीं यदि भवती विभक्त्यन्तं पदं न वदति यदि तर्हि तस्य अर्थः अस्ति वा अव्ययम् अव्ययपदं यस्य रूपं न भिद्यते न परिवर्तते किं यथा अहं वक्तुं शक्नोमि भवती अद्य वर्गं गच्छति किम् इति तत्र वा इति अर्थः भवती इदानीम् अद्य वर्गं गच्छति वा इत्यस्मिन् अर्थे भवती वर्गं गच्छति किम् तत्र किम् इति अव्ययपदं तस्य विभक्ति रूपाणि न भवन्ति भवती तादृशं किम् उक्तवती आरम्भे यतोहि यदि आपणस्य विशेषणम् अवश्यं तत्र कस्मात् इति वक्तव्यमेव भवती कस्मात् इति न उक्तवती किम् इति एव उक्तवती अतः अर्थः वा इति कस्मात् आपणात् इति भवति नो चेत् वा इति अस्य अर्थः अवसति वा I'm telling that it doesn't matter where you put the word. If you leave it as Kim, then it means wa. Unless Kim happens to be the proper vibhakti form and lingam, to describe the word that you want to describe. Udaharanartham. Bhavati kim vastram srikritavati apane. Bhavati kim vastram srikritavati apane. Tatra kim iti padam vastram iti asya visheshanam asti. Dvitiya vibhakti ekavachane. Kim vastram. Napunsakalinge. Ataha bhavishyati. Ataha atra sanskrita bhashayam shabda kramasya mahatvam nasti. Shabda kramaha iti ogacchati va? Shabda kramaha. Word order. Vakye word order kramaha shabda kramaha iti asya mahatvam nasti. Kim arambhe asti ante asti kutra api bhavatu. Kintu yadi kasmat iti anuktva kim iti vadati chet tatra prasna vachakaha kim asti. Expressing the question. Va. Kutrapi arambhe madhye ante yatra kutrapi bhavatu. Prasna vachakaha artaha asti. Dviti vakim bhavati uktavati vakti dvayam? Tasmat apanat tisi nagare asti. Tasmat apanat DC nagare kim asti? I'm trying to say from that store in DC. Oh. Tasmat, na, tatha na vaktum shaknumah. Tasmat apanat yaha tasmat apanat yaha DC nagare asti. Ha, tasmat apanat yaha yaha tasmat apanat yaha apanaha DC nagare asti. Kasmat apanat tasmat apanat yaha DC nagare asti. Spashtamasti? Astu. Gayatri Bhagini vadatu? Ha. Ekamadami. Ekanvesha. Ekamadami. Yada vayam karyam kurmaha. Aparasya janasya. Tada sarve shunvantu. Yadi kevalam tada shrunoti yadi swasya vakyam. Tari samayasya sadupiyogah nasti kalu. Kevalam swasya vakyatham. Avagacchati va? You have to listen to everybody's. Astu, vadatu, bhagini. Mama putraha violin sikshakat bhitaha asti. Sarvanamnam mama putraha saha sahana. Mama putraha tebhyaha violin sikshakat bhitaha asti. Samjakva. Vachanam kim? Vachanam Violin shikshakaha bahuvachane asti va? Bahuvachane, ekavachane. Tarhi? Shikshakat. Mama putraha violin shikshakat. Sarvanama? Vitaha asti. Sarvanama tebhyaha. Mama putraha. Nana, tebhyaha ati asya vachanam kim? Oh, ekavachanam. Tasmat. Punah vadatu. Mama putraha tasmat violin sikshakat bhitaha asti. Idanim smichanam. Niharika bhagini vadatu. Sayankalat purvam vishvavidyalayat grihapariyantam gacham. Sayankalat purvam vishvavidyalayat Graham pariyantam gacham. Kim pariyantam? Graham. Graha pariyantam. Punah vadatu. Sayankalat purvam vishvavidyalayat graha pariyantam gacham. Idanim samichanam. Sarvanama? Etasmat sayankalat. Etasmat sayankalat. एतस्मात् सायङ्कालात् पूर्वम् एतस्मात् विश्वविद्यालयात् गृहपर्यन्तं गच्छामि. समीचीनम् समीचीनमस्ति विश्वनाथमहोदय, अग्रे. एतस्मात् अथवा तस्मात् नाम विकल्पद्वयमस्ति खलु. भोजनान्तं पूर्वं शान्तिमन्त्रं भोजनात् पूर्वं शान्तिमन्त्रं वदामः. समीचीनमस्ति. सर्वनाम भोजनात् पञ्चमी. सर्वनाम एकवचनं पञ्चमी. पश्यतु तत्र करपत्रं कुत्र अस्ति. अस्तु महोदय, वदतु. वानरः तस्मात् वृक्षात् पतितवान्. हा, समीचीनमस्ति. अस्तु, सन्ध्या भगिनी. कस्याः घट्याः समयः पठितवान्. तस्याः घट्याः समयः पठितवान्. तस्याः घट्याः समयः पठितवान् किन्तु अत्र सावधानम्. अत्र साक्षात् सर्वदा नाम आङ्ग्लभाषायाः अनुवादं कर्तुं न शक्नुमः. अनुवादं कुर्मः किञ्चित् वैचित्र्यं भवति. वैचित्र्यं यः प्रयोगः न भवति तत्र वयम् अध्यारोपं कुर्मः. सुपरिम्पोस् फोर्स् अध्यारोपं कुर्मः चेत् किं भवति, वैचित्र्यं भवति. किन्तु तथापि अभ्यासः भवतु. पुनः वदतु. तस्याः घट्याः समय किन्तु किम् उक्तवती. समयः पठति. हा, किन्तु तत्र समयस्य का विभक्तिः भविष्यति. तत्र को लाभः भवती वदति चेत् तस्याः कः लाभः. एक किन्तु विभक्तिः. पुनः वदतु. हा, अथवा पश्यति. अस्तु, इदानीं गायत्री भगिनी. हिमपातः शैत्यकालात् ऋते कदा भवति. पुनः सम्यक् वा. पुनः हिमपातः शैत्यकालात् ऋते कथा भवति. शैत्यकालात् ऋते किं कदा. शैत्यकालात् विंटर सीजन. न न न, शैत्यकालात् ऋते कदा. कदा भवति. कथा भवति. कथा नाम कदा भवति. हा, समीचीनं. कदा भवति. हा, समीचीनं. सर्वनाम. यस्मात् हिमपातः. पुनः वदतु. हिमपातः शैत्यकालात् शैत्यकालात् इत्यस्य सर्वनाम वदतु. शैत्यकाल अकालं नपुंसकलिङ्गः वा? कालः. कालः, ओके, कालः पुल्लिङ्गः. तस्मात् हिमपातः तस्मात् शैत्यकालात् ऋते कदा भवति? समीचीनमस्ति. अस्तु, निहारिका भगिनी वदतु. बालकस्य तस्याः अध्यापिकायाः प्रीतिः अस्ति. पुनः वदतु. बालकस्य तस्याः अध्यापिकायाः प्रीतिः अस्ति. हा, बालकस्य, हा, समीचीनमस्ति. वाक्यं समीचीनं वा? वाक्यं समीचीनं वा? पुनः वदतु. सर्वे वदन्तु. पुनः वदतु. बालकस्य तस्याः अध्यापिकायाः भीतिः अस्ति. वाक्यं समीचीनम्? पञ्चमी विभक्ति नास्ति वा वाक्ये? पुनः वदतु. बालकस्य तस्याः अध्यापिकायाः भीतिः अस्ति. बालकस्य तस्याः अध्यापिकायाः बालकस्य तस्याः अध्यापिकायाः भीतिः अस्ति. तत्र दोषः अस्ति. भीतिः इत्यस्य का विभक्तिः भवति? पञ्चमी भवति. प्रश्नः कः? किमर्थम् बालकस्य तस्याः अध्यापिकायाः भीतिः अस्ति? गायत्री भगिनी, वाक्यं समीचीनम् अस्ति वा न वा? चिन्तयामि. चिन्तयतु. किं वाक्यं समीचीनं वा? समीचीनं. किं वदति वा? सः बालकः तस्याः अध्यापिकात् अध्यापिकायाः स्त्रीलिङ्गे अध्यापिका स्त्रीलिङ्ग अध्यापिकाय किमर्थम् अध्यापिका स्त्रीलिङ्गे खलु? अत्र विकल्पद्वयमस्ति. अस्मिन् वाक्ये विकल्पद्वयमस्ति. वयं भीतिः वक्तुं शक्नुमः, भीतः अपि वक्तुं शक्नुमः. भवान् तादृशं वाक्यम् उक्तवान् पूर्वं, भीतः. भीतः अस्ति सः बालकः तस्याः अध्यापिकायाः भीतः अस्ति इति एकं वाक्यम्. अस्ति द्वितीयं वाक्यं. कुत्र उपयुज्यते तस्य बालकस्य भीतिः? बालकस्य तस्याः अध्यापिकायाः भीतिः अस्ति इति तस्याः वाक्यं. वाक्यं समीचीनमस्ति. नाम भीतः अस्ति चेत् विशेषणं, बालकशब्दस्य विशेषणं भीतः. भीतिः इति भयस्य भावः अस्ति. बालकस्य भीतिः, तत्र विशेषणं नास्ति, संज्ञा अस्ति. किम् फ्रम् इति पञ्चमी अस्ति. द्वितीय कुत्र? अत्र द्वितीय न भवति अस्मिन् वाक्ये. अस्तु, समीचीनमस्ति. सर्वेषाम् अभ्यासः जातः. किञ्चित् पुस्तके पश्येम वा. अत्र कुत्र कुत्र भवति अस्माकम् अभ्यासः, अभ्यासेन वयं दृष्टवन्तः सर्वेषां किञ्चित् किञ्चित् अभ्यासः भवति. इदानीं पञ्चमी कुत्र भवति? यत्र विभागः अस्ति, यत्र विभागः अस्ति तत्र अवधिभूतः. अवधिभूतः इत्युक्ते किम्? अत्र लिखितमस्ति विभागः यदा भवति तदा यः अवधिभूतः भवति तस्य पञ्चमी विभक्तिः भवति. यः अवधिभूतः तस्य अर्थः कः? यः अवधिभूतः अस्ति तस्य पञ्चमी, तस्य अर्थः कः? कोऽपि वदति वा? संस्कृते न वदतु. यस्मात् विभागः भवति तस्य पञ्चमी भवति. समीचीनमस्ति. किञ्चित् इतोपि प्रतिपादयतु अध्यापकमहोदय. इतोपि वदतु नाम फलं वृक्षात् पतति अथवा वृक्षः फलात् पतति? फलं किमर्थं, किमर्थं न वृक्षः फलात् पतति? वृक्षः स्थिरः अस्ति. स्थिरः अस्ति वृक्षः, स्थिरः अस्ति. स्थिरः इत्युक्ते अवधिभूतः. स्थिरः भगिनि अवगच्छति वा? यः स्थिरः अस्ति सः अवधिभूतः इति समानार्थीशब्दः अस्ति, समानार्थकशब्दः अस्ति. स्थिरः इति जानाति वा? यः यः न गच्छति स्थिरः अस्ति. स्थिरः अस्ति. वृक्षः स्थिरः अथवा फलं स्थिरः? वृक्षः न वा? अतः अवधिभूतः वृक्षः. तस्मात् वृक्षात् विभागः उभयत्र अस्ति खलु. नाम तत्र फलं वृक्षः एकत्र इति आसीत्, अनन्तरं विभागः जातः. किन्तु फलं गच्छति न तु वृक्षः, अतः वृक्षशब्दस्य पञ्चमी. वृक्षः अवधिभूतः. स्पष्टमस्ति? गायत्री भगिनी वदति खलु. अवगच्छामि. अस्तु. अनन्तरं भीतिः. यस्मात् भयं तस्य पञ्चमी भवति. अनन्तरं रक्षति. यस्मात् रक्षणम्, यस्मात् रक्षणम्. इदानीम् एकं वाक्यं वदामः, सर्वे वदन्तु रक्षणं. वयं तस्य अभ्यासं न कृतवन्तः. निहारिका भगिनी उदाहरणं वदतु. अत्र देवः देवः अपायात् मां रक्षितवान्. तर्हि यस्मात् रक्षणं भवति तस्य पञ्चमी. अस्तु. तर्हि किञ्चित् किञ्चित् पश्यामः अत्र. अभिनवमहोदय अग्रिमं वाक्यम् अत्र वदतु. विष्णुः मकरतः गजेन्द्रं रक्षितवान्. किन्तु इदानीं वास्तविकपञ्चमी. विष्णुः मकरात् गजेन्द्रं रक्षितवान्. द्वितीयं वदतु. राजा शत्रुः जनाः राजा शत्रोः जना जनान् रक्षितवान्. समीचीनं. गायत्री भगिनी अग्रिमं वाक्यं. रामः रावणः सीता. रामः रावणतः सीतान् सीतान् वा एकवचने सीताम् सीतां रक्षितवान्. समीचीनम्. अत्र रावणतः इति तत्र पञ्चमी, अत्र पञ्चमी अर्थे अस्ति किन्तु पञ्चमी विभक्तिं वदतु. रामः रावणात् सीतां रक्षितवान्. अस्तु. सन्ध्या भगिनी अग्रे. बालकः अपायः भगिनी बालकः अपायात् भगिनी रक्षितवान् भगिनी इति न का विभक्तिः भवति अत्र भगिनी वदतु बालकः अपायात् भगिनीं रक्षितवान् समीचीनं निहारिका भगिनी अग्रे आरक्षकाः चोराः जनाः आरक्षकाः चोराः वचनं जनाः इति न विभक्तिः द्वितीया पुनः वदतु आरक्षकाः चोरेभ्यः जनान् रक्षितवान् समीचीनं पुनः आरक्षकाः चोरेभ्यः जनान् रक्षितवान् समीचीनं विश्वनाथमहोदय देवः कष्टानि भक्तः देवः कष्टेभ्यः भक्ते द्वितीया भक्तां देवः कष्टेभ्यः भक्तं रक्षितवान् अस्तु समीचीनं सन्ध्या भगिनी इन्द्रः दानवाः देवाः इन्द्रः दानवाभ्यः पुलिङ्गे तथा न भवति पुलिङ्गे दावनेभ्यः दानवेभ्यः देवान् रक्षितवान् समीचीनमस्ति अस्तु अग्रे अभिनवनय अग्रे कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान् अच्छा समीचीनम् अस्तु समीचीनमस्ति हा इदानीं सर्वे वदन्तु स्वस्य पक्षतः रचयन्तु एकं वाक्यं शीघ्रं सर्वे वदन्तु यस्मात् रक्षणं तस्य पञ्चमी सर्वे वदन्तु एकवारम् लक्ष्मीभगिनी वदतु अहं बालकेभ्यः शुनकम् अहं बालकेभ्यः शुनकं रक्षितवती अस्तु समीचीनं हा अभिनवमय छत्रः वृष्टेः रक्षति हा समीचीनम् अस्ति अस्तु अग्रे विश्वनाथमहोदय हा अस्ति वा चिन्तयतु हा गायत्री भगिनी वाक्यं हा माता कष्टानात् बालकाम् बालकान् रक्षितवान्. हा, किन्तु कष्टानात् इति नास्ति खलु, समीकरोतु. शब्दः अस्ति कष्टम्. कष्टम्, हा, नपुंसकलिङ्गः. पञ्चमी कष्टानेभ्यः. न न, कष्टेभ्यः. हा, कष्टेभ्यः. पुनः वदतु. कष्टेभ्यः बालकान् रक्षितवान्. माता खलु. हा, ओ, माता रक्षितवती. अस्तु, सन्ध्या भगिनी अग्रे. अहं भोजनं वानरात् रक्षितवती. अस्तु, निहारिका भगिनी. अहं मम अनुजेभ्यः धनं रक्षितवती. अस्तु, समीचीनं, सर्वे जानन्ति. इदानीं बहिः आरभ्य ऋते पूर्वं परः. अस्तु, शीघ्रं किञ्चित् पश्यामः. अस्तु, न, किं कुर्मः. अस्तु, बहिः आरभ्य ऋते पूर्वं परः. तत्र निहारिका भगिनी उदाहरणं पठतु. सः गृहतः बहिः गतवान्. हा, द्वितीयं अथवा गुरुवासरात्. अस्तु, समीचीनं. गायत्री भगिनी अग्रे पठतु. देवात् ऋते कः भक्तं रक्षेत्. हा, अस्तु, सन्ध्या भगिनी. सायंकालात् पूर्वं भवता आगन्तव्यम्. विश्वनाथमहोदय अग्रे. वैशाखः चैत्रं चैत्रात् परः. वैशाखः चैत्रात् परः. अस्तु, समीचीनम्. इदानीं भवान् स्वस्य रक्षणवाक्यं रक्षणात् यस्मात् रक्षण भवान् रचितवान् वा वाक्यं पूर्वं भवान् न उक्तवान्. भवतः वाक्यमस्ति वा? नास्ति. कुत्र स्थापितवान् वाक्यं? गृहे त्यक्तवान् वा? अस्तु, तर्हि सर्वे वदन्तु. आरभ्य इत्यस्य अभिनवमय एकं वाक्यम् आरभ्य. आरभ्य कुत्र अस्ति? आरभ्य अत्र द्विचत्वारिंशत्तमे पुटे. बहिः आरभ्य ऋते पूर्वं परः. पेज् 42. किञ्चित् पश्यामः. अत्र सन्ध्या भगिनी प्रथमं वाक्यं वदतु, किमर्थम्? किमर्थं जनाः कार्यालयः बहिः स्थिताः दृश्यन्ते? किमर्थं जनाः कार्यालयात् बहिः स्थिताः दृश्यन्ते. समीचीनम्. लक्ष्मी भगिनी द्वितीयमा किम्? सप्ताहः आरभ्य छात्रसङ्ख्या न्यूना अस्ति. सप्ताहात् आरभ्य छात्रसङ्ख्या न्यूना अस्ति. अस्तु, गायत्री भगिनी अग्रे. पठनं पूर्वं भवान् उपाहारं स्वीकरोतु. पठनात् पूर्वं भवान् उपाहारं स्वीकरोतु. अस्तु, निहारिका भगिनी अग्रे. उत्थानं पुरं भवती देवं नमस्करोतु. उत्थानात् पुरं भवती देवं नमस्करोतु. उत्थानात् परं भवती देवं नमस्करोतु. अस्तु, तर्हि सर्वे एकं वाक्यं वदन्तु इदानीम्. आरभ्य बहिः, आरभ्य अभिनवं महोदय, आरभ्य इति अस्य वाक्यं वदतु. पूर्वं परः. दिनात् आरभ्य वृष्टिः आरब्धवती. समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनी वदतु. सप्ताहात् आरभ्य अहं संस्कृतपठनं न कृतवती. अस्तु, समीचीनं. सन्ध्या भगिनी. दिनात् आरभ्य भोजनं न खादितवती. समीचीनम्. अस्तु, निहारिका भगिनी अग्रे वदतु वाक्यं. गतसप्ताहात् आरभ्य. न, तथा नास्ति. गतसप्ताहात् गतसप्ताहात् आरभ्य. गतसप्ताहात् आरभ्य परीक्षा प्रतिदिनमस्ति. अवगच्छति वा? आरभ्य पञ्चमी भवति, अनन्तरम् आरभ्य. उदाहरणार्थं सोमवासरात् आरभ्य बालकः मांसखादनं त्यक्तवान् सोमवासरात् आरभ्य. अद्य आरभ्य, श्वः आरभ्य, एतदपि भवति. अद्यारभ्य प्रतिदिनं योगासनं करिष्यामि. अस्तु, इदानीं कथा अस्ति, पश्येम कथां. लुब्धः शृगालः इति कथा अस्ति. लुब्धः नाम, लुब्धः इत्युक्ते किं? न, तस्य वर्णनं करोतु. सत्यं, लुब्धः यः इच्छति, यः स्वार्थी अस्ति. लुब्धः शृगालः. अस्तु, अभिनवमहोदय कृपया पठतु. कश्चन व्याधः आसीत्. सः एकदा मृगयार्थं वनं गतवान्. बहुकालानन्तरं सः एकं वराहं दृष्टवान्. तस्य उपरि बाणप्रयोगं कृतवान्. वराहस्य शरीरे महान् व्रणः जातः. व्रणितः वराहः कोपेन व्याधस्य उपरि आक्रमणं कृतवान्. स्वतीक्ष्णदृष्ट्राभिः तस्य शरीरं विदीर्णवान्। तेन व्याधः मृतः। बाणप्रहार वेदनया वराह अपि मृतः। अस्तु, कश्चन व्याधः आसीत्, सः एकदा मृगयार्थं, मृगया इत्युक्ते मृगया सत्यं नाम अन्वेषणं खलु, वनगमनम्, अनन्तरं तत्र पक्षिणाम् अन्वेषणम्, अनन्तरं तेषां मारणम्, एतत् सर्वं भवति मृगया खलु। महोदय, एकं प्रश्न, अद्यतन ई पत्रे अस्ति वा कथा लिंक? तत्र यत्र अस्माकं ह्यस्तन ई पत्रम् तत्र आसीत् लिंक्, तत्र मृगयार्थं वनं गतवान्। बहुकालानन्तरं सः एकं वराहं दृष्टवान्। वराहः इति सर्वे जानन्ति वा? वराहः भगिनी जानाति? अस्तु, दृष्टवान्, तस्य उपरि बाणप्रयोगं कृतवान्। अत्र सर्वं स्पष्टं स्यात्। वराहस्य शरीरे महान् व्रणः जातः। व्रणः इति क्षतिः, सर्वे जानन्ति वा व्रणः? अस्तु, व्रणितः वराहः कोपेन व्याधस्य उपरि आक्रमणं कृतवान्। स्वतीक्ष्ण दंष्ट्राभिः इति वचनं, तृतीया बहुवचनं, दंष्ट्राभिः तस्य शरीरं विदीर्णवान्। विदारणं, विदीर्णवान्, अवगच्छन्ति वा भगिनि? किम् अवगच्छति न वा? अत्र स्वतीक्ष्ण दृष्टाभिः तस्य शरीरं विदीर्णवान्। कः कस्य शरीरं विदीर्णवान्? वराहः व्याधस्य शरीरं विदीर्णवान् स्वतीक्ष्णदृष्टाभिः। अवगच्छति न वा? कस्य व्याधस्य, व्याधः जानाति वा? व्याधः, अत्र कश्चन व्याधः आसीत्। व्याधः इत्युक्ते यः पक्षिणां मारणं करोति, वनं गत्वा यः मारणं करोति सः व्याधः अस्ति। यः मृगयां करोति, निहारिका भगिनी, अत्र व्याधः कश्चन व्याधः आसीत्, व्याधः यः वनं गत्वा पशूनां मारणं करोति, व्याधः। अनन्तरं एकदा मृगयार्थं वनं गतवान्, पशूनां मारणार्थं वनं गतवान्। अस्तु, बहुकालानन्तरं सः एकं वराहं दृष्टवान्। वराहं जानाति खलु? न जानाति? तत्र किं वदन्ति? सूकरः, बोर्, पिग्, वैल्ड् पिग्, पिक् जानाति खलु अस्तु वराहः वराहः दृष्टवान् तस्य उपरि बाणप्रयोगं कृतवान् बाणं बाणः नाम अच्छा हा चापः बाणः जानाति वा अस्तु प्रयोगं कृतवान् वराहस्य शरीरे महान् व्रणः जातः क्षतिः नाम रक्तस्रावः रक्तः रक्तस्रावः गच्छति स्म व्रणितः वराहः कोपेन व्याधस्य उपरि आक्रमणं कृतवान् स्पष्टमस्ति वा प्रश्नः अटाक् कृतवान् स्वतीक्ष्ण दृष्टाभिः तीक्ष्ण यथा चूरिका तीक्ष्ण भवति तीक्ष्णा चूरिका चूरिका दंस्त्राभिः नाम दन्तः अत्र दन्तः अस्ति तस्य दन्तैः दंस्त्राभिः तस्य शरीरं विदीर्णवान् कर्तितवान् कर्तितवान् दन्तैः तेन व्याधः मृतः बाणप्रयोग वेदनया वराहः अपि मृतः अस्तु अस्तु अग्रे इदानीं बाण इत्युक्ते बाणप्र बाण नाम एरो इदानीं लक्ष्मीभगिनी अग्रे तस्मिन् एव वने एकः शृगालः आसीत् सः अतीव लुब्धः सः शृगालः आहारान्वेषणं कुर्वन् तत्र एव आगतवान् व्याधस्य वराहस्य च मृतं शरीरं दृष्टवान् चिन्तितवान् च अद्य मम दैवम् अनुकूलम् अस्ति यथेष्टम् आहारः विनायासं लब्धः एषः आहारः बहुदिनानां कृते पर्याप्तः भविष्यति अतः प्रतिदिनम् अपि किञ्चित् एव खादामि इति तस्मिन्नेव दिने तस्मिन् इत्यस्य का विभक्तिः सप्तमी तस्मिन्नेव दिने तस्मिन्नेव वने एकः शृगालः आसीत् शृगालं जानाति खलु शृगालः न हा फाक्स् इति वदतु शृगालः आसीत् सः अतीव लुब्धः स्वार्थी लुब्धः सः शृगालः आहारान्वेषणम् आहारस्य अन्वेषणं भोजनं भोजनार्थम् आहारस्य अन्वेषणं कुर्वन् तत्र एव आगतवान् कः आगतवान् सन्ध्या भगिनी शृगालः व्याधस्य वराहस्य च मृतं शरीरं दृष्टवान् विश्वनाथमहोदय कः कः मृतं शरीरं दृष्टवान् कः कः कः दृष्टवान् शृगालः दृष्टवान् चिन्तितवान् च अद्य मम दैवम् अनुकूलमस्ति दैवं वा गायत्री भगिनी दैवं जानाति खलु जानामि अस्तु यथेष्टं यथा इष्टं यथेष्टम् आहारः विनायासं लब्धः विनायासं विना प्रयासं प्रयासः नास्ति विनायासं लब्धः एषः आहारः बहुदिनानां कृते पर्याप्तः भविष्यति अतः प्रतिदिनम् अपि किञ्चिदेव खादामि इति प्रश्नः अस्ति वा? स्पष्टं सर्वं भगिनि? अस्तु, अग्रे इदानीं गायत्री भगिनी पठतु. अनन्तरं सः व्याधस्य शरीरं परिशीलितवान्. तस्य शरीरस्य पार्श्वे चापः पतितः आसीत्. चापे चर्मनिर्माता रज्जुः बद्धा आसीत्. चापे चर्मनिर्मिता रज्जुः बद्धा. स्पष्टमस्ति वा? अत्र चर्मनिमिता अत्र संयुक्तपदमस्ति. मध्ये प्रथमपदस्य का विभक्तिः स्यात्? चर्मनिर्मिता. चर्म इत्यस्य विभक्तिः न उक्ता. तृतीया. चर्मणा चर्मणा निर्मिता रज्जुः बद्धा आसीत्. भगिनी अवगच्छति वा? रज्जुः बद्धा इत्युक्ते रज्जुः नाम किम्? रज्जुः नाम का? रज्जुः इत्युक्ते रोप्. निहारिका भगिनी, चापः नाम जानाति वा? चापः नाम बौ. तर्हि नाम अत्र किं भवति इति नाम दृश्यम् अवगच्छति वा? यु फालोविङ्ग् जनरली वाट्स् गोयिङ्ग् आन्? अत्र सः व्याधस्य शरीरं परिशीलितवान्. तस्य शरीरस्य पार्श्वे चापः पतितः आसीत्. चापे चर्मणा निर्मिता रज्जुः बद्धा आसीत्. There was a rope made of skin that was bound to the bow. अवगच्छति वा? कथमस्ति? अस्तु, अग्रे पठतु भगिनि. तत् दृष्ट्वा शृगालः अद्य एतां चर्मणः रज्जुः खादामि. रज्जुं खादामि. चर्मणः इत्यस्य का विभक्तिः विनोदमहोदय? चर्मणः. अद्य एतां चर्मणः रज्जुं खादामि. षष्ठी विभक्तिः. यदि वयं एकनिमेषः, चर्मन् इति नकारात् शब्दः, तं शब्दं वयं न जानीमः, तथापि वयम् अनुमानं कर्तुं शक्नुमः अत्र का विभक्तिः स्यात्. चर्मणः रज्जुः. The rope of skin, of. Charmanaha rajjuhu. Rope made of skin, rope of skin. Charmanaha rajjum khadami. Astu, agree. Santhya bhagini pathitu. Tat drishtva. अन्यत् सर्वं पश्चात् खादामि इति चिन्तितवान्. चापस्य एकां कोटीं मुखे स्थापयित्वा दन्तैः रज्जुं जग्धवान्. अन्यत् सर्वं पश्चात् इत्युक्ते अनन्तरं, परम्. अन्यत् सर्वं नाम किम्? अन्यत् सर्वं किम्? अन्यत् सर्वं नाम किम्? अद्य रज्जुं खादामि. अन्यत् सर्वं? अन्यत् सर्वं किम्? अन्यत् सर्वं किम्? वराहः. अन्यत् न न न न सत्यं सत्यं सत्यं शरीरं तत्र वराहस्य शरीरमस्ति, अनन्तरं व्याधस्य अपि शरीरं सत्यं. तत् सर्वम् अन्यत् सर्वं पश्चात् खादामि, अपरस्मिन् दिने खादामि इति चिन्तितवान्. चापस्य एकां कोटीं, कोटिः नाम हा बिन्दुः अथवा कोटीं मुखे स्थापयित्वा दन्तैः रज्जुं जग्धवान्. जग्धवान् नाम खादितवान्, खादितवान्. अत्र अत्ति खादति इत्यस्य अन्यत् क्रियपदम् अत् इति धातुः. अत्ति बालकः खादति, बालकः अत्ति. बालकः खादितवान्, अत्ति इत्यस्य जग्धवान्, जग्धवान्. अस्तु अग्रे विश्वनाथमहोदय अग्रे. परन्तु यदा रज्जुः भग्ना तदा चापस्य कोटीः शृगालस्य मस्तकं विदीर्य बहिः आगता. परन्तु यदा रज्जुः भग्ना, यतो हि खादितवान्, रज्जुः खादितवान्, तर्हि रज्जुः भग्ना जाता. तदा चापस्य कोटिः शृगालस्य मस्तकं मुखस्य अन्तः मस्तकं विदीर्य बहिः आगतवान्. अवगच्छति वा? बहिः आगतवान्. अस्तु अन्ते विश्वनाथमहोदय. शृगालः तया वेदनया तत्क्षणे एव मृतः अभवत् इति सुन्दरी कथा. इति कथा. प्रश्नः अस्ति वा? सर्वं स्पष्टमस्ति वा? भगिनी अवगच्छति वा? अस्तु अनन्तरं गायति भगिनी. अवगच्छामि. अस्तु सर्वेषां नापुण्यं नैपुण्यं जातं, समीचीनं. तर्हि इदानीं विरमाम इति मन्ये. अस्मिन् सप्ताहे अस्माकं गृहपाठः अस्ति किं षष्टिविभक्तिः इति. सुलभम् अस्ति, तथापि षष्टिविभक्तिः इति वाक्यानि रचयन्तु. तत्र केवलम् एकवचने इति न, बहुवचने, स्त्रीलिङ्गे, सर्वं, येन अस्माकम् अभ्यासः भवतु. अत्र अपि च तत्र सर्वनाम अपि अहं वारं वारं वदामि, भवन्तः स्वयं कुर्वन्तु सर्वनामसहित. अस्तु सर्वनामसहितवाक्यानि, येन तत्र अस्माकम् अभ्यासः भवतु, अस्माकं परिचयः भवतु. अस्तु समीचीनं. विरमाम. नमस्कारः, धन्यवादः.